तर्हि हल्सन्धिः इति विषयः एतावता पुनस्मरणत्वेन प्रथमतया श्चुत्वसन्धिः अस्माभिः दृष्टं दृष्टः इति स्तौः श्चूनाश्चुः इति सूत्रं, तत्र तालव्यवर्गस्य प्रभावेन दन्त्यवर्गस्य तालव्यादेशः भवति, किन्तु शात् न भवति शकारात्, तालव्यशकारात् न भवति. अनन्तरं श्टुत्वसन्धिः, श्टुत्वसन्धिः तत्र शात् इत्यस्य प्रसिद्धम् उदाहरणमस्ति प्रश्नः, तत्र शकारः अस्ति अतः शकारात् नकारस्य तालव्यादेशो न भवति, प्रश्नः न तु प्रश्नः इति श्टुत्वसन्धिः. अनन्तरं श्टुत्वसन्धिः एवमेव मूर्धन्यवर्गस्य प्रभावेन दन्त्यवर्गस्य मूर्धन्यादेशो भवति, किन्तु तोः शि इत्यनेन शकारे परे न भवति मूर्धन्यशकारे परे. अपि च यः आगतवान् अस्तु इदानीं न पदान्तात् तोरानां तोरणाम् इति सूत्रेण तत्र टवर्गात् मूर्धन्यटवर्गात् न भवति पदान्ते इति विशिष्टसूत्रद्वयमस्ति, तोहोषि न पदान्तात् तोरणाम्. तर्हि श्टुत्वसन्धिः इति अस्माभिः दृष्टमासीत्. अनन्तरं ततः अग्रे स्थूलरीत्या अननुनासिकवर्गीयव्यञ्जनानां गतिः, जष्ट्वसन्धिः, चर्त्वसन्धिः, अपि च अनुनासिकसन्धिः इति त्रयाणां सन्धीनाम् अनुनासिकवर्गीयव्यञ्जनानां गतिः का इति निर्दिशयति. अत्र श्चुत्वं पदान्ते झलां जषन्ते, यथा मरुत् वहति तत्र मरुद् वहति इति पदान्ते तकारः इति कृत्वा जष्ट्वं, तत्र पदान्ते यः कोऽपि जल् वर्णः नाम अनुनासिक स्थूलरीत्या अननुनासिकवर्गीयव्यञ्जनं पदान्ते अस्ति चेत् तादृशं कार्यमस्ति. किन्तु बाधकसूत्रं भवति खरिच, तर्हि खरिच इति सूत्रेण, किन्तु जलः स्थाने चरादेशः भवति खर् प्रत्याहारे कश्चन वर्णः परः अस्ति चेत् इति बाधकसूत्रमस्ति. खरिच अपदान्ते पदान्ते च कार्यं करोति, अपदान्ते नित्यमस्ति. अत्र पश्यन्ति चेत् उदाहरणं दत्तमस्ति अत्र करपत्रे, त्यग् इति धातुः स्यति भविष्यत्काले, तत्र नित्यमस्ति पदमध्ये नित्यमस्ति इति कृत्वा त्यक् स्यति आदेशप्रत्ययः षत्वं त्यक्ष्यति इति रूपमस्ति. किन्तु अत्र खरिचाति नित्यमस्ति, तत्र समासस्य स्थले अपि नित्यमस्ति, समासे अपि नित्यमस्ति अस्मद् पुत्रः, तत्र दकारस्य चत्वम् इति कृत्वा प्रथमतया अग्रे गत्वा समासस्य कीदृशी स्थितिः अस्ति, का स्थितिः अस्ति इति परिशीलयिष्यामः. किन्तु इदानीं यत्र द्वयोः पदयोः एकस्मिन् नूतने अर्थे संयोजनं भवति, तत्र प्रथमपदस्य पदसंज्ञा तिष्ठति, सुपः लुक् भवति, इत्युक्ते सुऔजस् अमौचस् इति तत्र इत्यादयः सुपः प्रत्ययः सुप्रत्ययः भवन्ति, तेषां लोपः भवति, तथापि सुबन्तम् इति मन्यते लक्षणं प्रत्ययलक्षणं कृत्वा, अतः अस्मद् इति यद्यपि सुपः लुग् इति जातः तथापि पदान्ते अस्ति इति कृत्वा तत् नाम अस्मत् तकारस्य स्थाने दकारः जातः जलां जशन्ति इत्यनेन. अनन्तरं खरिच इत्यनेन नित्यं चरादेशः भवति. कुत्र? अपदान्ते समासे च. समासे नाम तत्र अपदान्ते एव. समासः इत्युक्ते नूतनपदमस्ति. अपदान्ते समासे च तत्र इदानीं पदान्ते सन्धिः एव वैकल्पिकः. सन्धिः एव वैकल्पिकः इति कृत्वा भवितुमर्हति न अपि भवितुमर्हति वक्तुः इच्छानुसारं. तर्हि सन्धिः इष्यते चेत् खरिचा इति स्वयं नित्यं कार्यं विदधाति. नित्यं कार्यं विकल्पेन इति नास्ति. अतः खरिचा इति इष्यते चेत् वाक्यस्तरे तत्र नित्यं भवति. अतः सुहृद् पठति दकारस्य तकारः सुहृद् सुहृत् पठति सुहृत् पठति इति भवति नित्यं. सन्धिः भवति चेत् तत्र सन्धिः वैकल्पिकः अस्ति वाक्यस्तरे. अतः सुहृद् पठति इति पृथक्तया अपि वक्तुं शक्नुमः, न कापि चिन्ता. इदानीं पदान्ते अपदान्ते च खरिच उभयत्र कार्यं करोति. अवसानावस्थायाम् अवसाने नाम यत्र अग्रे न केवलं पदान्ते अस्ति अपि तु ततः अग्रे कोऽपि वर्णः एव नास्ति, नाम वाक्यस्य अन्ते. तदर्थं संज्ञासूत्रमस्ति विरामोवसानम् इति सूत्रं. वर्णानाम् अभावः वर्णानाम् अभावः अवसानस्य संज्ञकः इति सूत्रमस्ति. तदर्थं वा अवसाने इति सूत्रेण तत्र विकल्पेन भवति इति स्थितिः. तदर्थं वाक्यम् अत्र अस्ति. उदाहरणम् अस्ति विद्युत्. अस्ति विद्युत्. अत्र विद्युत् इति पदमस्ति. तकारः पदान्ते अस्ति इति कृत्वा जलां जशोन्ते इति तकारस्य स्थाने दकारः जातः. तर्हि विद्युत् विद्युद् इति भवति. अस्ति विद्युद् इति नित्यं कार्यमस्ति. अनन्तरं ततः अग्रे न कोऽपि वर्णः अस्ति इति कारणतः वावसाने इत्यनेन विकल्पेन चर्त्वादेशः भवति. अतः अस्ति विद्युत् अस्ति विद्युद् इति तत्र वाक्यस्य अन्ते वावसाने इत्यनेन चर्त्वं वैकल्पिकमस्ति. अनन्तरं तर्हि जष्ट्वं चर्त्वम् अपि च अनुनासिकसन्धिः इति तृतीयमस्ति. नाम अननुनासिकस्थूलरीत्या वदामः चेत् तत्र अननुनासिकवर्गीयव्यञ्जनानां का गतिः प्रथमपदस्य अन्ते. तर्हि यरोनुनासिके नुनासिको वा इति सूत्रेण विकल्पेन अनुनासिक आदेशः भवति इति कृत्वा तस्मात् न तत्र तस्मान्न इति विकल्पेन अस्ति. यत्र वयं वदामः यत् विकल्पेन अस्ति, अत्र तस्मात् न इति वाक्यस्तरे इति तु अस्ति. अतः सन्धिः स्वयं वैकल्पिकः. यत्र ततः अग्रे सूत्रे एव वा इति संयोजितमस्ति तदा तस्य अर्थः एवमस्ति यत् संहितायां विषये अपि इदं कार्यं वैकल्पिकमस्ति. अतः संहितायां विषये यत्र सन्धेः अवसरः इष्टः तत्रापि तकारः विकल्पेन स्थातुं शक्नोति. तस्मात् न इति अपि भवति सन्धेः अवसरे. तस्मात् न तस्मान्न इति यतोहि विकल्पेन वा इति उक्तमस्ति. यत्र सन्धिः भवति तत्रापि विकल्पेन इति सारांशः अस्ति इति अनुनासिकसन्धिः. तर्हि अनेन अननासिकवर्गीयव्यञ्जनानां का गतिः इति अस्माभिः परिशीलितमासीत्. इदानीं वर्गस्य पञ्चमः मकारः नकारः ततः अग्रे अनुस्वारः इति अस्माभिः परिशीलितमासीत् गतिवर्गे. प्रथमतया पदान्ते मोनुस्वारः, मकारस्य अनुस्वारः पदान्ते, अपदान्ते नकारमकारयोः स्थाने अनुस्वारः झलिपरे, नश्चापदान्तस्य झलिति सूत्रेण. एतत् सर्वं वयं दृष्टवन्तः. ततः अग्रे एकवारं यदा अनुस्वारः आगतः, तत्र सूत्रद्वयमस्ति. अनुस्वारस्य यै परसवर्णः अपि च वापदान्तस्य, तर्हि अपदान्ते अपदान्ते इदं कार्यं नित्यमस्ति. अत्र मू युगः चति, तत्र अनुस्वारः स्थातुमेव न शक्नोति. अनुस्वारस्य स्थाने ञकारादेशः भवति एव, मुञ्चति. तत्र परसवर्णादेशः भवति, नाम च इति अग्रे अस्ति, अतः च इति कस्मिन् वर्गे अस्ति? तालव्यवर्गे. तर्हि अनुस्वारस्य कीदृशवर्णः अस्ति, अनुस्वारेण तुल्य कश्चन वर्णः स्यात् तालव्यवर्गे इति कृत्वा परसवर्णादेशः. तत्तु अनुनासिकवर्णः अपेक्षितः इति कृत्वा पञ्चमसदस्यादेशः भवति तालव्यवर्गस्य, मुञ्चति. सर्वत्र तथा नित्यम् अपदान्ते. वापदान्तस्य तिनेन पदान्ते विकल्पेन भवति, गृहं च भवति, गृहं च इति अपि च गृहं च. यत्र अनुस्वारः अस्ति प्रायः सर्वे मकारमेव वदन्ति उच्चारणप्रसङ्गे, किन्तु लेखनप्रसङ्गे अनुस्वारः भवति, नाम मकारः न तिष्ठति एव. मकारस्य स्थाने अनुस्वारः भवति मौनुस्वारः इति सूत्रेण, अनन्तरं वापदान्तस्य तिनेन विकल्पेन परसवर्णादेशः भवति. तर्हि गृहं गृहं च गृहं गृहं च इति भवति. तत्र प्रत्यये परे नित्यमस्ति इति संयमः इति अस्माभिः दृष्टं गतसप्ताहे. ततः अग्रे तोर्लि अस्ति, तवर्गस्य लकारे परे परसवर्णः अपि भवति. तर्हि तथा दध इति पूर्वम्, अनन्तरं लकारः. तस्यां दशायां तवर्गस्य स्थाने इत्येषां स्थाने लकारादेशः भवति. अत्र उदाहरणमस्ति, सर्वत्र प्रथमतया जष्ट्वं भवति, जष्ट्वादेशः. अनन्तरं लकारादेशः भवति. तद् लयः डकारस्थाने डकारः, तद् लयः. अनन्तरं डकारस्थाने लकारः, तद् लयः. एकम् उदाहरणं कोऽपि वदति वा, लौकिकम् उदाहरणं यत्किमपि, अन्ते तवर्गीय कश्चन वर्णः, ततः अग्रे लकारः अस्ति? मनसि किमपि? अजय महोदय वदति वा? अस्तु, अग्रे तिङन्तपदं लिखति अस्ति, लिखति. तस्मात् पूर्वं यत्किमपि पदमस्ति यस्य अन्ते तवर्गीय कश्चन अननासिकवर्णः, अस्तु. विद्या भगिनी अत्र तत् इति करोतु, तत् योगः लिखति, तत् कथमस्ति? तत् योगः लिखति, प्रथमं जषत्वसन्धि भवति, तद् योगः लिखति इति भवति जलां जषोन्ते इति सूत्रेण. अनन्तरं तोर्लि इति सूत्रेण दकारस्य स्थाने लकारः आगच्छति, तल्लिखति इति भवति. हा तल् लिखति, अतः स्वस्य भाषायामपि अपि च लेखनावसरे अपि वयं उपयोक्तुं शक्नुमः सुलभतया यत्र कुत्रापि एतादृशमस्ति. नाम अस्माकम् अभ्यासः अपेक्षितः अस्ति. इदानीं बहु किमपि अस्माभिः अधीतं, बहूनि सूत्राणि सन्ति. सूत्राणाम् अवगमनेन अतीवसौकर्यमस्ति इति मम व्यक्तिगतः अनुभवः अस्ति. यतोहि नो चेत् जाटिलीम् अस्ति, किन्तु अभ्यासः अपेक्षितः अस्ति. अतः उक्तभाषायाम् अपि च लिखितभाषायाम् उभयत्र यदि उपयुज्यते सन्धिः तर्हि एव अस्माकं मनसि एतत् सर्वं कार्ये आगच्छति, नो चेत् विस्मरणं भविष्यति. अभ्यासः अपेक्षितः अस्ति, अतः अवश्यम् अवश्यम् उपयोगः भवतु. हा तर्हि पञ्चम नाम नकारः अस्ति चेत् नकारस्य स्थाने तत्पूर्वस्वरस्य अनुनासिकत्वं भवति, अपि च नकारस्य स्थाने लकारः. विद्वान् लिखति, विद्वान् लिखति, विद्वान् लिखति इति विद्वान् योगः लिखति, विद्वान् लिखति इति भवति. अस्तु, अनेन अस्माकम् अभ्यासः किञ्चित् करणीयः अस्ति. पुनः तत्र अष्टात्रिंशत्तमे पुटे अभ्यासः अस्ति. एतद् अभ्यन्तरे के आगतवन्तः नामानि? शुभोदय महोदय, पद्मा आगतवती. अस्तु, अन्य कोऽपि वा? सुमित्रा भगिनी, अनन्तरं महोदय अहं बहिः अस्मि, गृहदूषणीं भवति. का अस्ति सुमित्रा भगिनी वा? बहिः का अस्ति सुमित्रा भगिनी इति वा? आं महोदय. अस्तु अस्तु, अग्रे पुष्पा भगिनी इति वा? नमस्ते महोदय, अखिला अस्मि. अखिला भगिनी, हा अहम् अस्मि, पुष्पा भगिनी अस्मि. कर्तुं न कर् अस्तु अस्तु, अस्ति वा अन्य कोऽपि वा? अस्तु, समीचीनं. तर्हि अस्माकं तत्र अभ्यासः पुनः पश्येम, ततः अग्रे गच्छेम. अभ्यासः अपेक्षितः अस्ति. तर्हि प्रथमम् उदाहरणम् अजयमहोदय वदतु वा कृपया. पुण्यकृतान् लोकान्, पुण्यकृतान् योगः लोकान्, पुण्यकृताल्लोकान्. न, किं भवति इति अत्र किं भवति, कार्यं किमस्ति? तोर्लि सूत्रेण तवर्गस्य लकारादेशः कस्य वर्णस्य? नकारात् परे लकारादेशः केवलं लकारादेशः इति वा? लकार अपि अनुस्वारः अपि आदेशः. अनुस्वारः इति न, अनुस्वारः कश्चन वर्णः अस्ति. अत्र स च वर्णः नापेक्षितः अस्ति. अत्र किं भवति? अत्र अखिला भगिनी सहायं करोति वा? अत्र तोर्लि इति सूत्रेण यदा पूर्व तत्र तोर्लिसूत्रं वदति, तत्र तकारस्य अन्तिमवर्णः तवर्गीयव्यञ्जन व्यञ्जनानि अन्तिमवर्णानि इति सन्ति चेत्, तस्य अनन्तरं लकारः अस्ति चेत् इत्युक्ते लकारे परे अत्र तवर्गस्य स्थाने अनुस्वारादेशः इति. तर्हि अत्र नकारः परन्तु अस्ति चेत् अनुस्वारादेशः इति वा न क्षम्यतां परसवर्णः इति वदति. तत्र नकारः अस्ति चेत् नकारवर्णः कः नकारः एव तवर्गीयस्य परसवर्णः इति स्थानेन्द्रतमः इति नकारः एव आगच्छति. अत्र परन्तु नकारः अस्ति नकारस्य अनन्तरं लकारः अस्ति चेत् नकारस्य पूर्वं यः स्वरः अस्ति तस्य अनुनासिकः भवति अपि च लकारस्य स्थाने लकारः आगच्छति इति. तर्हि तत्र पुण्यकृतां लोकः इति इत्युक्ते तत्र नकारस्य पूर्वं यः आकारः अस्ति तकार उत्तरवर्ति आकारः तस्य अनुनासिकः भवति अपि च नकारस्य स्थाने लकारः. तर्हि पुण्यकृतां लोकः लोकान् इति भवति. समीचीनमस्ति. अत्र तस्य अनुनासिकः इति न वक्तव्यमस्ति, सम्यक्तया वदतु कृपया. तत्र आकारस्य का गतिः तत्र विकल्प आकारस्य अनुनासिकः भवति खलु महोदय. तर्हि तत्र किन्तु आकारस्य इति षष्ट्यन्तं न भवति तत् तादृश. ओहो क्षम्यताम्, आकारः अनुनासिकः भवति. अनुनासिकः इति विशेषणमस्ति, अत्र षष्टिः न भवति, विशेषणविशेषभावः अस्ति. तत्र आकारः अनुनासिकः भवति अथवा आकारस्य अनुनासिकत्वं अथवा अनुनासिकादेशः इति भवितुम् अर्हति. अनुनासिकत्वम् अथवा अनुनासिकादेशः यदि षष्टिः उपयुज्यते तर्हि आकारः अनुनासिकः भवति अथवा आकारस्य अनुनासिकादेशः आकारस्य अनुनासिकत्वम् इति वक्तुं शक्नुमः. अस्तु, समीचीनमस्ति. तर्हि आहत्य अजय महोदय, तत्र फलं किं तर्हि? पुण्यकृतां लोकान्. बहु समीचीनमस्ति. नकारस्य स्थाने लकारः, आकारस्य स्थाने अनुनासिकः भवति. आकारस्य स्थाने अनुनासिक अनुनासिकादेशः अनुनासिकादेशः अथवा अनुनासिकत्वं यदि षष्टिः भवति. अस्तु, अग्रे बालसुब्रह्मण्यं महोदय. अग्रे नमस्कारः महोदय, राजेन्द्र अस्मि, क्षमतां विलम्बः जातः. अस्तु राजेन्द्र, अन्य कोऽपि अस्ति वा? अस्तु अग्रे. रिक्तस्थानं योगलोकान्, रिक्तस्थाने शुभान् इति अर्थः. आकारस्थाने अनुस्वारः आदेशः, तस्मात् अनुनासिकादेशः तस्मात् शुभान् लोकान् इति रूपं भवति. सूत्रं किम्? अनुस्वरस्य ययि परसवर्णः. किन्तु अत्र विशिष्टसूत्रमस्ति, विशिष्टसूत्रम् अपि च अनुस्वारस्य ययि परसवर्णः इति अपदान्ते भवति. अत्र पदान्ते अस्ति अपि च तत्र तवर्गः अस्ति, अग्रे लकारः अस्ति. पदान्ते अस्ति, अग्रे लकारः अस्ति. तर्हि किमस्ति सूत्रं? तोर्लि इति सूत्रं. पुनः फलं किमस्ति इति उच्चारयतु कृपया. फलं शुभालोकान्. अस्तु, सम्यगस्ति. अग्रे गच्छेम. सुब्रह्मण्यं महोदय तत्र गृहे अस्ति वा? आं महोदय, इदानीम् अस्मि महोदय। तृतीयमहोदयमस्ति महोदय, एकः प्रश्नः, प्रश्नशब्दस्य किम्? एकः प्रश्नः, एकः प्रश्नः अस्ति अत्र, कोऽपि ईकार उकार नास्ति, कथं कति समये ईकार नकारस्य परे, नकारस्य अनन्तरम् अथवा पूर्वं कोऽपि अस्ति नकारात् पूर्वं यः कोऽपि स्वरः अस्ति स च स्वरः अत्र आकारस्य परे न केवलम् आकारः, इकारः उकारः अनुनासिकादेशः भवति एव। अस्तु अग्रे महोदय, अत्र क्षम्यतां, तोर्लि पदान्ते अपि च अपदान्ते अपि कार्यं करोति, किमर्थम् इत्युक्ते तत्र न लिखितं वर्गस्य लकारे परे परसवर्णः यत्र कुत्रापि तादृशी परिस्थितिः अस्ति, अस्तु यत्र कुत्रापि पदान्ते एव संहितायां विषये, सत्यं सत्यम्। अस्तु अग्रे तृतीय उदाहरणमस्ति अत्र, श्रुतिमत् योगः रिक्तस्थानं श्रुतिमल्लोके इति अस्ति, अत्र श्रुतिमत् योगः लोके इति अस्ति, अत्र तोर्लि इत्यस्य प्रसक्तिः तकारः पूर्वमस्ति, तत्तु तवर्गीयव्यञ्जनमस्ति, अनन्तरं लकारः अस्ति, अतः अत्र तोर्लि इत्यस्य प्रसक्तिः तकारस्य स्थाने लकारादेशः भवति, अतः श्रुतिमल्लोके इति रूपं निष्पन्नं भवति अत्र तत्र तकारस्य परसवर्णः लकारः, किमर्थं चेत् लकारः अपि दन्त्यवर्णः अस्ति अतः। हा, समीचीनमस्ति महोदय। अस्तु अग्रे गच्छेम, अधुना सहदेव महोदय अग्रे वदति वा? आं महोदय, इति समन्ताल्लोकान् चिन्तयामि, समन्तात् योगः लोकान्, समन्तात् लोकान्, हा तत्र किं कार्यमस्ति? समन्तात् तकारस्य स्थाने लकारः आदेशः भवति, हा तकारस्य स्थाने लकारः इति इत्युक्ते परसवर्णादेशः भवति, नाम लकारः अग्रे अस्ति, लकारः अग्रे अस्ति, तकारस्य स्थाने तकारः दन्त्यवर्गे अस्ति, अतः अग्रे लकारः अस्ति, लकारः दन्त्यवर्गे तादृश कः कुत्र साम्यमस्ति इति चेत्, यथा दन्त्यवर्गे यथा सुब्रह्मण्यमहोदय उक्तम्, इदानीं लकारः इत्यस्य अपि स्थानं तादृश नाम तस्मिन् परिवारे तस्मिन् परिवारे आगच्छति, यतोहि तस्य स्थानं दन्तः इति कृत्वा तकारस्थाने लकारः, समन्ताल् लोकान्। अस्तु, सम्यक् अस्ति। अग्रे रामप्रिय भगिनी, क्षम्यताम्, अहं योगः कारः अहङ्कारः इति रूपं भवति, अनुस्वारस्य ययि परसवर्णः इति सूत्रेण ख मकारस्य स्थाने इङ् कवर्गीयस्य पञ्चमवर्णः आदेशः, अत्र समासः अस्ति अतः पदान्ते इति अस्ति, पदान्ते इत्युक्ते वा पदान्तस्य, न मकारः पदान्ते अस्ति ततः अग्रे ककारः अस्ति, तर्हि केन तत्र केन सूत्रेण मकारस्य मौनस्वरः ओ मौनस्वरः आम् मौनस्वरः इति सूत्रेण प्रथमम् अत्र समासः अस्ति. इदानीं मया उक्तं यत् समासे समासे प्रथमपदस्य पदसंज्ञा तिष्ठति, पदसंज्ञा तिष्ठति, सुपः लुक् भवति, सुपः लुक् भवति किन्तु प्रत्ययलक्षणं भवति इति स्थितिः अस्ति. नालुमुताङ्गस्य ये जनाः अस्माकं व्याकरणवर्गे सन्ति तेषां कृते वदामि, अत्र सुपः लुक् जातमस्ति अतः लुक् इत्यनेन प्रत्ययलक्षणं न स्यात् नालुमुताङ्गस्य इति सूत्रेण. किन्तु नालुमुताङ्गस्य इति केवलम् अङ्गकार्यस्य कृते अस्ति, अत्र अत्र अत्र पदसंज्ञा अङ्गकार्यं नास्ति, नाम पदसंज्ञा भवति न वा इति प्रश्ने सति अत्र नालुमुताङ्गस्य इति कार्यं न करोति. प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमेव कृत्वा अत्र प्रत्ययलक्षणमस्ति सुप् अतः पदान्ते अस्ति अहं मौनस्वारः. अस्तु अग्रे योगः खा न न कार्यं अहङ्कारः ओ क्षम्यताम् अहं योगः कारः अत्र मकारस्य प्रथमं अनुस्वारादेशः भवति अनन्तरं अनुस्वारस्य ययि परसवर्णः इति सूत्रेण कवर्गीयस्य पञ्चमवर्णः आदेशः भवति. अहङ्कारः समीचीनमस्ति. अत्र विकल्पेन नास्ति, विकल्पेन नास्ति. अत्र वस्तुतः अत्र वा पदान्तस्य इति नास्ति, अनुस्वारस्य ये परसवर्णः इति एव अस्ति. अत्र अत्र वार्ताद्वयमस्ति यत् समस्तपदं स्वयमेकं पदमस्ति अतः तया दृष्ट्या पदान्ते नास्ति, किन्तु आरम्भे अहम् इति पदमपि अस्ति अतः मौनस्वारः इति सूत्रेण अनुस्वारादेशः भवति. अस्तु समीचीनमस्ति. अग्रे सरला भगिनी अग्रे. प्रेम योग खा प्रेम खा प्रेम अनुस्वार ययि परस्वरं भवति खा कवर्गीयस्य पञ्चम अस्तु प्रेम तत्र आरम्भे प्रायः आसीत् नश्चापदांसि जले इति नकारस्य अनुस्वारः इति प्रायः स्यात् नुमागमः अनन्तरम् अनुस्वारः अनन्तरं किं हा वदतु. प्रेम पदान्ते अस्ति अहं चिन्तयामि अपदान्ते अस्ति प्रेम अपदान्ते अनुस्वारस्य ययि परसवर्ण सूत्रेण ख पर अस्ति कवर्गीयस्य पञ्चमवर्ण ङकार आगच्छति प्रेम खा भवति ङकारः तत्र कवर्गस्य पञ्चमः. अस्तु समीचीनमस्ति. अस्तु पद्मा भगिनी अग्रे वदति वा. आं महोदय सं योगः गणकं सङ्गणकम् अत्र समिति आरम्भे समिति अस्ति सम् उपसर्गः मकारः सम् उपसर्ग नश्चापदान्तस्य जलि सूत्रं कार्यं करोति उपसर्गः पदमस्ति उपसर्गः पदमस्ति स्वयं ओ परन्तु नश्चापदान्त झलि सूत्रं कार्यं कर न करोति अहं मौनस्वारः सूत्रं कार्यं करोति हलिपरे पदान्तस्य मकारस्य स्थाने अनुस्वारम् आदेशं भवति कवर्गस्य पञ्चम वर्णं आदेशः भवति मौनस्वारः मकारस्य स्थाने अनुस्वारः अनुस्वारः आदेशः भवति इति नित्यमस्ति. अनन्तरं ततः अग्रे किं भवति जलो दशान्ते पदन्तस्य मकारानुस्वारः अलि समीप अस्तु अग्रे अग्रे सुमित्रा भगिनी भवती बहिः अस्ति तथापि सहायं कर्तुम् इच्छति वा अत्र संयोगः गणकम् अनुस्वारः तत्र अनुस्वारस्य मकारस्य स्थाने अनुस्वारः मोनुस्वारः इति सूत्रेण तर्हि स इति इदानीं अनुस्वारः अस्ति गणकं तस्यां दशायां किं भवति अथवा पुष्पभगिनी वक्तुमिच्छति वा अस्तु महोदय परस्वर एयि वर्णः पञ्चमवर्णः आयाति परस्वर यै परस्वर यै सूत्रं अनुस्वरस्य यै अनुस्वरस्य उच्चारयतु सम्यक्तया पुष्पभगिनी उच्चारयतु सम्यक्तया अनुस्वारस्य यै सवर्ण अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति अनुस्वारस्य ययि परसवर्णः हा इति सूत्रं कार्यं करोति कदा अपदान्ते नित्यम् अपदान्ते अत्र पदान्ते अस्ति वा अपदान्ते अस्ति वा अत्र उपसर्गः पदम् इति सूचयति तर्हि वापदान्त न परसवर्ण परसवर्णः पदान्ते अत्र वापदान्तस्य कार्यं करोति पदमिति हा पदमस्ति इति कृत्वा पदान्ते अनुस्वारः अस्ति वा पदान्तस्य अतिनेन पदान्तस्य अनुस्वारस्य ययि परे आ भवति विकल्पेन इति पुष्पभगिनी अवगच्छति वा अत्र विकल्पेन अस्ति विकल्पेन वा पदान्तस्य तत्र नास्ति पदान्ते एव अस्ति अतः विकल्पेन नाम अनुस्वारः स्थातुं शक्नोति अनुस्वारः स्थातुं शक्नोति तत्र न कोऽपि दोषः अतः रूपद्वयं भवति अत्र रूपद्वयम् अत्र सङ्गणकम् इति अनुस्वारः सङ्गणकम् इति ङकारः वापदान्तस्य इति सूत्रेण अस्तु अग्रे राजेन्द्रमहोदय किमिति समस्तपदं वा सङ्गणकं समस्तपदं समासः अस्ति किन्तु सम् इति उपसर्गः पदमस्ति महोदय अत्र अहङ्कारः अपि च सङ्गणकं तयोः भेदः कः किमर्थं तत्र अहङ्कार इति पदे हा सत्यं सत्यम् अत्र अहङ्कारः तत्र विकल्पः नास्ति अत्र पदान्ते मकारस्य स्थाने अनुस्वारः अनन्तरं अत्र न तत्र पदसंज्ञा न तिष्ठति तत्र सं तत्र उपसर्गस्य विशिष्टपरिस्थितिः अस्ति केवलम् उपसर्गस्य विशिष्टपरिस्थितिः तदर्थं सूत्रमस्ति इति मन्ये किन्तु उपसर्गस्य परिस्थितिः विशिष्टा अस्ति पदसंज्ञा तिष्ठति एव अतः यत्र कुत्रापि सम् उपसर्ग अस्ति समासे यत्र कुत्रापि सम् उपसर्गः भवति पदे तत्तु समासः एव अस्ति तत्र अहम् इति पृथक्तया तस्य पदसंज्ञा न तिष्ठति किन्तु उपसर्गस्य समिति उपसर्गस्य पदसंज्ञा तिष्ठति एव इति भेदः अस्ति तदर्थं कः किं सूत्रमस्ति इति न जाने, किन्तु तादृशभेदः अस्ति इति नित्यम् इति नितराम् अस्ति, तादृशभेदः न कापि शङ्का. अस्तु अस्तु अग्रे महोदय, प्रश्नद्वयमिदानीम् अत्र. एकमस्ति अत्र संयोगः जयः, अत्रापि तादृशी स्थितिः अस्ति वा महोदय? तादृशविकल्पः अस्ति सञ्जयः. सञ्जय. अपि च अन्यः अस्ति संख्या तत्रापि तत्रापि तथा संख्या इति सम् इति अस्ति सञ्जयः इति सम् उभयत्र तादृशस्थितिः अस्ति, उभयत्र समानमस्ति. अस्तु महोदय, कुत्रचित् अत्र अनुस्वारः मया दृष्टम् अतः पृच्छामि. हा हा हा, तत्र दोषः नास्ति, तत्रापि दोषः नास्ति. प्रश्नः सम्यक् अस्ति. नाम उदाहरणम् अन्यत् उदाहरणद्वयं दत्तमस्ति अत्र, सङ्गणकम् इति अस्मिन् रूपद्वयमस्ति, सञ्जयः अपि तत्र रूपद्वयमस्ति, अपि च संख्या तत्रापि रूपद्वयम् अस्ति. तत्र त्रिषु अपि स्थलेषु अनुस्वारः अपि भवति, तत्र न कोऽपि दोषः विकल्पेन परस्वर्णादेशः. हा, तत्र उदाहरणद्वयं सम्यक् अस्ति. संख्या. अस्तु अग्रे गच्छेम तर्हि राजेन्द्रमहोदय, अन्य कोऽपि प्रश्नः वा? अस्तु अग्रे. योगदः पूर्वं तु उपसर्गः अस्ति सं, तत्कारणात् तत् मकारस्य स्थाने अनुस्वर आदेशः भवति मो अनुस्वर सूत्रेण. तत् अनन्तरं पदान्ते अस्ति वा पदान्तस्य तेन सूत्रेण मकारस्य स्थाने, तदनन्तरं अपवर्गीय व्यञ्जनम् अस्ति ब अस्ति, तत्कारणात् तत्र मकार अनुस्वरस्य पुनश्च मकारः भवति, अनुस्वरः मकारः भवति. तत् सम्भ अनन्तरं भ योगः अनुस्वरः अस्ति, तत्रापि तत्र नुमागमः, तत्र नकारः आसीत्, नुमागमः नकारः आसीत्, अनन्तरं किं नकारः आसीत्, तत् नश्च पदान्तस्य झलि तत् सूत्रात् तत् अनुस्वरः भवति. तदनन्तरं दः तत् तवर्गीयव्यञ्जनमस्ति, तत्कारणात् तत् पुनः तत्र अनुस्वरः वा अनुस्वरस्य यै परस्वर्णः तेन सूत्रेण दन्ते नकारः आगच्छति, तत्र आहत्य सम्बन्धः भवति विकल्पेन सम्बन्धः अपि भवति, यथा सम् तत्र अनुस्वरः अपि भवितुम् अर्हति तत्र. हा, बहु समीचीनमस्ति. रूपद्वयं भवति, मकारः अथवा अनुस्वारः, किन्तु अग्रे यथा भवता उक्तं नकारः नित्यम् अनुस्वारस्य यै परसवर्णः तेन नित्यं नकारादेशः भवति, अपदान्ते अस्ति इति कृत्वा, इति स्पष्टं स्यात् खलु. अत्र सर्वेषाम् अवगमनं महत्त्वपूर्णमस्ति. हिन्दीभाषायां सर्वत्र अनुस्वारः एव लिख्यते, तत्तु सम्यक् नास्ति. यत्र संस्कृत मूलसंस्कृतशब्दः अस्ति तत्र तादृशम् अवश्यं न कर्तव्यमस्ति. कस्यामपि भाषायां संस्कृतशब्दः अस्ति तु तर्हि हिन्दीभाषायाः लेखनावसरे तत्र अनुस्वारः सम्बन्धः तत्र नकारस्य स्थाने अनुस्वारः अनुचितः. अस्तु अग्रे गच्छेम तर्हि. विद्याभगिनी अग्रे. गृहं योगः गत्वा, गृहम् इति पदमस्ति, तस्य अन्ते मकारः अस्ति, मोनुस्वारः इति सूत्रेण पदान्तस्य मकारस्य अनुस्वार आदेश हलीपरे, अतः गृहम् इति भवति. अत्र वा पदान्तस्य इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णः कवर्गस्य कवर्गस्य पञ्चमवर्णः नकारः गृहं गत्वा इति विकल्पेन भवति अथवा गृहं गत्वा इति द्वितीयरूपमपि भवति. हा, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु, इदानीम् अग्रे गच्छेम. अजय महोदय अग्रे वदन् योगः लिखति किं भवति वदन् योगः रिक्तस्थाने पदमस्ति वदम् लिखति. वदन् योगः लिखति इति अत्र किं जातं? नकारस्य नकारात् पूर्वम् अकारादेशः अकारः अस्ति, अकारस्य अस्ति चेत् अनुस्वारः आदेशः अनुस्वारः इति न, अनुनासिकः अनुनासिकः क्षम्यताम् अनुनासिकः आदेशः नकारस्य परतः लकारादेशः लकार भवति भवति अस्ति चेत् लकार आदेशः तोर्लि सूत्रे सूत्रेण वदन् लिखति आदेशः. हा, समीचीनमस्ति. वदन् लिखति, वदन् लिखति. अस्तु, सम्यक् अस्ति. इति अयम् अयं विषयः समाप्तः. अग्रे नूतनम् अस्ति महोदय. आम्, लघुप्रश्नः एकम्. यथावता अनुस्वरस्य परः यञ् प्रत्याहारवर्णाः दृष्टं वर्गीयव्यञ्जनानि अपि च लिग्यावलवर्णानि, अनुस्वरस्य परः अनुनासिकवर्णः आगच्छति चेत् सन्धिकार्यम् अस्ति वा? उदाहरणं से हालं हालं नाशयति. हालम् इति सुबन्धपदं, तस्मात् अनुस्वरः भवति. अत्र यै प्रत्याहारे नास्ति, यै प्रत्याहारे नास्ति इति वा? यै प्रत्याहारे के वर्णाः अन्तर्भूताः? अनुनासिकवर्णाः यै एव किल. हा, सत्यं, तत्रापि भवति. कथम्? अत्र वा पदान्तस्य इति सूत्रेण विकल्पेन. तर्हि हालं नाशयति, तत्र अनुस्वारस्य स्थाने विकल्पेन कः वर्णः? तत्रापि भवति यै प्रत्याहारे यः कोऽपि वर्णः अस्ति. धन्यवादः महोदय. अस्तु, समीचीनमस्ति. हा, प्रश्नः समीचीनमस्ति. अग्रे गच्छामि. तत्र तस्मिन् उदाहरणे प्रथमम् अनुनासिकसन्धि न भवति वा? किमर्थम् इत्युक्ते अनुनासिकवर्णः अस्ति द्वितीयवर्णः, विकल्पेन अनुनासिकसन्धि प्रथमतया भवति. शब्दः कः आरम्भे, शब्दः कः आसीत्? हालं नाशयति महोदयेन यत् उक्तं. हा, तत्र हा, किन्तु पदं किम् आसीत् तत्र? हालशब्दः अस्ति वा? न, शब्दः कः अस्ति बालसुब्रह्मण्यं वा? तत्र शब्दः हालमिति पदः, सुभद्रपदमिति विषं विषम् इति हालं हालम् अस्ति. हालं, हा, तर्हि हालं नाशयति, तत्र मोनुस्वारः इति मकारस्य स्थाने अनुस्वारः, अनन्तरं वापदान्तस्य इत्यनेन विकल्पेन अनुस्वारस्य तानि नकारः. इदानीं ततः अग्रे इतोपि वक्तुमिच्छति वक्तुमिच्छति वा भगिनि? द्वितीय अत्र द्वितीयपदं नाशयति वा? नाशयति नकारः अनुनासिकवर्णः, अतः यरोनुनासिके नासिको वा इति अपि भवति वा? यरोनुनासिके भवति वा? तत्र अग्रे नकारः अस्ति, ततः अग्रे नकारः अस्ति इति सत्यं. पूर्वमस्ति महोदय, अत्र हालम् इति पदमस्ति खलु महोदय? पदम् इत्युक्ते अत्र मोनुस्वारः इत्यस्य एव प्रसक्तिः. प्रथमम् आगत्य तत्र अनुनासिके परे पदान्तस्य यरः अनुनासिको वा स्यात्. तत्र मकारः अस्ति चेत् सत्यं, मकारः अस्ति चेत् मौनस्वारः इति एव भवति. यतोहि अत्र किमस्ति, तृतीय अष्टमाध्यायस्य तृतीयपादे अस्ति मौनस्वारः. भगिनी सम्यक्तया पृष्टवती, किन्तु सम्यक्तया पृष्टवती खलु, यर् प्रत्याहारे मकारः अस्ति, तत्रैव भगिन्याः प्रश्नः खलु, यर् प्रत्याहारे मकारः अस्ति, अतः तत्र मौनुस्वारः अथवा यर् नासिको वा इति सूत्रेण किं भवति. अत्र यत्र कुत्रापि मकारः पदान्ते भवति, ततः अग्रे अनुनासिकः अस्ति, तत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति. किन्तु तत्र एकं सूत्रमस्ति पूर्वत्र सिद्धम्, अनेन त्रिपाद्यां वयं दृष्टवन्तः खलु अस्मिन्नेव वर्गे, न पूर्वत्र सिद्धमिति वयं दृष्टवन्तः खलु, वयं परिशीलितवन्तः पूर्वत्र सिद्धमित्येन पूर्वसूत्रं त्रिपाद्याम् अस्ति मौनुस्वारः इति कृत्वा मौनुस्वारः एव भवति. अस्तु महोदय, धन्यवादः. हा, प्रश्नः सम्यक् अस्ति. अग्रे गच्छेम तर्हि. इदानीं नूतनविषयः अस्ति नमूढागमसन्धिः. अखिला भगिनी तत्र एकम् उदाहरणं पठित्वा सूत्रं पश्येम. आं महोदय, एतानि उदाहरणानि परिशीलयत. प्रत्यङ्गयोगः आत्मा, प्रत्ययोगः ङ योगः आ योगः मा, प्रत्ययोगः योगः योगः आ योगः त्मा, प्रत्यङ्गात्मा. अत्र प्रत्यङ्गयोगः आत्मा इति अस्ति. प्रथम प्रत्यङ्ग इत्यस्य अन्ते नकारः अस्ति, यः तत्र कवर्गीयस्य पञ्चमवर्णः अस्ति, अनुनासिकवर्णः. तत्र तादृश अनुनासिकवर्णस्य वर्णः अस्ति, तस्य परे आ इति स्वरः अस्ति. तर्हि तथा अस्ति चेत् इदानीं तत्र ङकारः इति तत्र आदेशः भवति, इत्युक्ते तत्र आगमः भवति, क्षम्यताम्, आगमः भवति. इत्युक्ते अत्र नकारः अपि तिष्ठति, प्रथमनकारः अपि तिष्ठति, आकारः अपि तिष्ठति, तयोः मध्ये नकारः इति आगमः भवति. तर्हि प्रत्ययोगः ङ योगः ङ योगः आ योगः त्मा, प्रत्यङ्गात्मा इति रूपं निष्पन्नम्. हा, अस्तु, सूत्रं यमो ह्रस्वादचि यमो नित्यम् इति सूत्रम्. एकक्षणं महोदय, क्षम्यताम्. नमो ह्रस्वादचि नुमन् नित्यं, ह्रस्वात् स्वरात् परः यः तदन्तात् पदात् उत्तरस्य अचः नमुत् आगमः भवति नित्यं. ङं प्रत्याहारे ङ न न इति वर्णाः अन्तर्भूताः येन विदुस्तदन्तस्य इति सूत्रेण नमन्तात् पदात् इति फलितार्थः भवति. ङपुट् इत्यस्मिन् तकारः इत्संज्ञा इत्संज्ञकः उकारः उच्चनार्थं ङं च प्रत्याहारः अनेन उच्चारणार्थः उच्चारणार्थं ङम् इच्च प्रत्याहारः अनेन त्रयः अत्र विशेषणमस्ति उच्चारणार्थः उकारः उच्चारणार्थः ङं च प्रत्याहारः अनेन त्रयः आगमाः नुट् नुट् नुट् नुट् च यथासङ्ख्यम् अनुदेशः समानम् इत्यनेन पदान्ते क्रमेण नकारः चेत् नुडागमः नकारः चेत् नुडागमः नकारः चेत् नुडागमः. नमः पञ्चम्यन्तं ह्रस्वात् पञ्चम्यन्तम् अचि सप्तम्यन्तं नमुत् प्रथमान्तं नित्यं क्रियाविशेषणं द्वितीयान्तम् अनेकपदमिदं सूत्रं तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः पदस्य इत्यस्य अधिकारः विभक्तिपरिमाणेन पदात् अनुवृत्तिसहितसूत्रं ह्रस्वात् नमः पदात् नमुट् अचि नित्यं संहितायाम् इत्युक्ते तर्हि सूत्रम् अस्ति नमो ह्रस्वादचि नमुन् नित्यम् अत्र ह्रस्वात् स्वरात् परः यः णम् तदन्तात् पदात् उत्तरस्य अचः नमुट् आगमः भवति नित्यम् इति सूत्रं वदति. इत्युक्ते तत्र ह्रस्वस्वरः अस्ति चेत् ह्रस्वस्वरस्य अनन्तरं ङम् इति प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् ङम् इति प्रत्याहारस्य वर्णः अस्ति इदानीं ङ न इति तर्हि तस्य प्रत्याहारस्य वर्णः इत्युक्ते ङ न अस्ति चेत् तस्य अनन्तरं यदा अच्वर्णः इत्युक्ते स्वरः अस्ति चेत् तत्र ङमुट् आगमः भवति. ङमुट् इत्युक्ते अत्र टकारः इति इत्संज्ञा प्राप्नोति उकारः अस्ति उच्चारणार्थं तर्हि इदानीं नम् इति आगमः भवति नम् इति आगमः पुनः न न इति प्रत्याहारः एव तर्हि तस्य आगमः भवति अत्र तत्र येन विधिस्तदन्तस्य इति एकः तत्र परिभाषासूत्रम् अस्ति अनेन तत्र यदा तत्र सूत्रे नमो ह्रस्वादचि इति अस्ति अत्र नमो इत्युक्ते तत्र नमन्तात् पदात् इति स्वीकर्तव्यम् इत्युक्ते तत्र नमो इत्येव पदम् इति नास्ति परन्तु तादृशं पदं यस्य अन्ते ङम् इति अस्ति इति फलितार्थः भवति इति कृत्वा यदा इदानीम् अस्माकं तत्र उदाहरणं दृष्टं प्रत्यङ् इति तत्र ङकारः अन्ते अस्ति तादृशं पदं यस्य अन्ते ङकारः अस्ति तस्य अनन्तरम् आकारः अस्ति यः अच्वर्णः तदा अस्ति चेत् अत्र इदानीं नकारः आदेशः भवति तावदेव क्षम्यताम् आगमः भवति आगमः भवति किन्तु भवती यद् उक्तवती तत्र निमित्तम् एकं त्यक्तं हा हा वदामि महोदय तत्र नकारस्य पूर्वम् अपि ह्रस्वस्वरः अस्ति तर्हि प्रत्यङ् युगः आत्मा इति यदा उदाहरणे यकार उत्तरवर्ति अकारः ह्रस्वकारः तस्य अनन्तरं नकारः अस्ति यः तत्र ङं प्रत्याहारे अस्ति तस्य अनन्तरं अच्वर्णस्य सदस्यः आकारः इति यदा अस्ति अत्र नकारस्य आगमः भवति तर्हि प्रत्यङ्गात्मा इति रूपम् समीचीनमस्ति इतोपि वक्तव्यमस्ति वा हा तत्र यथासङ्ख्यमनुदेशः समानम् इति अस्ति खलु महोदय तस्य तर्हि तत्र तदाधारेण तत्र पदान्ते ङकारः अस्ति चेत् ङकारः, नकारः अस्ति चेत् नकारः, नकारः अस्ति चेत् नकारः इति तत्र क्रमेण आगमः भवति. बहु समीचीनमस्ति. बहु सम्यक् अस्ति. सुन्दररूपेण प्रतिपादनमस्ति भवत्या. तर्हि आगमः आदेशः समानं नास्ति. नास्ति नास्ति. आगमः कस्यचित् स्थाने न भवति, एवमेव आगच्छति इति कृत्वा आगमः इति कृत्वा आगच्छति. किन्तु आदेशः कस्यचित् स्थाने भवति. नाम एकः वर्णः गच्छति, तस्य स्थाने नूतनवर्णः आगच्छति. किन्तु आगमः इत्युक्ते ये वर्णाः सन्ति ते तु तिष्ठन्ति एव, अनन्तरं नूतनः वर्गः नूतनवर्णः आगच्छति. अत्र अत्र हा अत्र किञ्चित् पश्येम. अत्र अनुवर्तिसेतु श्रुतमस्ति, ह्रस्वात् नमः पदात् नमूत् अचि नित्यं संहितायां. ह्रस्वात् अत्र ह्रस्वात् नमः पदात् नमूट् अचि नित्यं संहितायाम्. अत्र अस्माकम् उदाहरणमस्ति करपत्रे कुर्वन् अस्मि. सुब्रह्मण्यं महोदय किञ्चित् परिशीलयति वा अस्माकं कृते अस्तु महोदय. अत्र कुर्वन् योगः अस्ति, अस्मि अस्ति, कुर्वन् योगः अस्मि. अत्र कुर्वन् इत्यस्मिन् पदे अत्र नकारः पदस्य अन्ते अस्ति. कुर्वन् इति पदस्य अन्ते अस्ति नकारः ञं प्रत्याहारे अस्ति. ङं ङं तस्य अत्र तालव्य ञ अत्र ञ इति तालव्यवर्णः, ङ इति कवर्गीय पञ्चम. ङं खलु महोदय ङं ङं हा ङं ङं ङम् इत्यस्य इत्यस्मिन् प्रत्याहारे अस्ति न इति. तस्मात् पूर्वं ह्रस्व अकारः अस्ति, तस्य अनन्तरम् अस्मि इत्यस्य अकारः स्वरः अस्ति. अतः अत्र ह्रस्वात् इत्युक्ते ह्रस्व अकारः यः अस्ति नकारस्य पूर्वं, नमः इत्युक्ते अत्र पदान्ते नकारः अस्ति, तस्मात् पदात् इदानीम् अच् वर्णः अस्ति अकारः अस्मि इत्यस्मात्. अतः अत्र ञमुट् इत्यस्य आदेशः आगमः भवति. अत्र टकारः अस्ति, अतः प्रायः अत्र आद्यन्तौ टकितौ इत्यस्य प्रसक्तिः आगत्य अत्र यः अस्मि इत्यस्य अकारः अस्ति तस्मात् पूर्वं अत्र ङम् इत्यस्य आगमः भवति. अनन्तरम् अत्र यथासङ्ख्यमनुदेशः समानम् इत्यस्मात् अत्र पूर्वं नकारः अस्ति, अतः नकारः एव आगमः भवति. अतः कुर्वन्नस्मि इति निष्पन्नं भवति. हा हा सर्वे अवगच्छन्ति वा? बहु समीचीनमस्ति. वस्तुतः जाटिल्यं किमपि नास्ति. त्रयः वर्णाः अपेक्षिताः. पदान्ते ङ ण न, तस्मात् पूर्वं ह्रस्वस्वरः, तदनन्तरं यः कोऽपि स्वरः. पुनः वदामि, तत्र निमित्तत्रयमस्ति अस्मिन्. पदान्ते ङं प्रत्याहारे कश्चन वर्णः, नाम ङ अण न, ङ अण न इति पदान्ते भवेत्. तस्मात् पूर्वं यः कोऽपि ह्रस्वस्वरः, यथा कुर्वन् अत्र नकारात् पूर्वम् अकारः ह्रस्व अकारः अस्ति, अनन्तरं नकारः त्रिषु वर्णेषु अन्यतमः अस्ति, ततः अग्रे अच् वर्णः अस्ति. तदर्थम् अनेन सूत्रेण आगमः भवति. त्रिषु वर्णेषु कः भवति इति कृत्वा यथासङ्ख्यमनुदेशः समानमिति अनेन नकारः पूर्वमस्ति इति, अतः न इत्येषु त्रिषु नकारः भवति, न तु ङकारः अणकारः वा, अतः कुर्वन् अस्मि इति भवति। इदानीम् अग्रे पश्येम वा, अग्रे महोदय, अत्र सूत्रे ङमो ह्रस्वादचि ङमुन् नित्यम्, अत्र ङमुन् इति तु ङमुट् अस्ति, तकारः अस्ति, अतः अत्र सन्धिः भूत्वा यरोनुनासिकेनु नासिको वा इत्यस्य प्रसक्तिः खलु महोदय अत्र? हा इति अस्ति, सत्यं सत्यम् इति एव अस्ति इति एव अस्ति, तत्र सन्धिः अस्ति, अस्माकं परिचितसन्धिः अस्ति, यरोनुनासिको वा इति सूत्रेण तत्र तकारस्थाने णकारः, यतोहि अग्रे अनुनासिकवर्णः अस्ति, यर् यर् तकारः यर् प्रत्याहारे अस्ति। सम्यक्, अस्तु, हा बहु समीचीनमस्ति महोदय, अग्रे गच्छेम तर्हि। इदानीं रामप्रिया भगिनी अग्रे अग्रिमम् उदाहरणं परिशीलयति कृपया। आम् आं महोदय, सुगण् योगः ईशः, अत्र नकारः ञमः अस्ति, तद् पूर्वं ह्रस्व अकारः अस्ति, परे अचिवर्णः अस्ति, अतः नकार आगमः भवति, सुघण्णीषः इति भवति। सूत्रमस्ति ञमो ह्रस्वादि अचि ञुमण् नित्यम्। अत्र पुनः वदामि यत् अत्र यमो इति नास्ति, ङमो अस्ति, तत्र कख कख ङ, कख कख ङ ङ, च छ छ छ ञ, तत्र भेदः अस्ति खलु, कख कख ङ, च छ छ छ ञ, ङ ञ, ङ ञ, अनयोः भेदः अस्ति, ङमो ह्रस्वादचि ङमोण् नित्यम् इति सूत्रम्। अस्तु, बहु समीचीनमस्ति, अग्रे अग्रिमम् उदाहरणमस्ति, किं सरला भगिनी वदतु कृपया। गृहन् योग उन्मिशन्, अत्र नकार ङं प्रत्याहारे अस्ति, अन्तिमवर्ण अस्ति, तस्य पूर्वम् अकार ह्रस्व अकार अस्ति, तस्य परे उकार अचि प्रत्याहारे अस्ति, स्वर अस्ति, अतः ङमो ह्रस्वादचि अत्र अचि प्रत्याहारे वदामि, यतोहि बहूनां दोषः भवति, अत्र अचि प्रत्याहारे अस्ति न वक्तव्यं, प्रत्याहारः कः अस्ति, अच् अच् अच् अच् प्रत्याहारे अस्ति, अच् प्रत्याहारे अस्ति, अस्तु, अच् प्रत्याहारे उकार अस्ति, अतः ङमो ह्रस्वादचि ङमो नित्यं, तस्य तत् सूत्रेण गृहन् नोमिनिशन् भवति, नकारस्य आगमः भवति, गृहन् नोमिशन् गृहन् नोमिशन् नोमिशन् भवति। हा सुन्दरं, बहु समीचीनमस्ति, बालसुब्रह्मण्यमहोदय अग्रे। युञ्जन् योग एवम् अत्र नकारः ञमगणनं प्रत्याहारे इत्योः वर्णयोः अन्यतमः नकारः, तस्य पूर्वं ह्रस्व अकारः युञ्झन् ज परे ज परः अकारः ह्रस्वस्वरः अस्ति, योग एवम् एवम् अच् अच् प्रत्याहारस्य वर्णः ए, तस्मात् युञ्झन् न एकारस्य पूर्वम् आगमः भवति, तस्मात् युञ्झन् नेवं युञ्झन्नेवम् इति रूपम्। बहु समीचीनमस्ति, अस्तु राजेन्द्रमहोदय अग्रे। आम् महोदय, अत्र तपस्विन् योग एहि, अत्रापि तपस्विन् पदमस्ति, तत् अन्ते नकारः अस्ति, दन्तीनकारः अस्ति, तत्पूर्वं यत् ह्रस्व अकारः अस्ति, स्वकारः अस्ति, तत् कारणात् अनन्तरं तु दन्तिनकारस्य अनन्तरम् एहि एहि अच् अच्वर्णः अस्ति, तत् कारणात् नम् आगमः प्रत्याहारे दन्तिनकारः अस्ति, तस्य आगमः भवति. तत् तपस्मिन्नेहि निष्पन्नं भवति. तत् हा हा हा सुन्दरमस्ति, बहु समीचीनमस्ति. अस्तु अग्रे गच्छेम. पुष्पभगिनी अग्रे पठति वा? अस्तु महोदय. अत्र ह्रस्वात् परतः न वर्णाः सन्ति, तेभ्यः परतः स्वराः सन्ति. स्वराः पूर्वं क्रमात् न इत्येते आगमाः सम्पन्नाः. अतः ह्रस्वात् परतः यः नकारश्च अस्ति, तदन्तात् पदात् स्वरे परे तस्मात् पूर्वं क्रमात् न इत्येते आगमाः भवन्ति. न इत्येतेषां उच्चारणं भवति इति फलितः अर्थः. अत्र विवरणं कृतं. नमो अत्र नूतनं किमपि नास्ति. प्रत्याहारेण न इत्येतेषां ग्रहणं भवति. उट् इत्यत्र उकारः उच्चारणार्थः, च इत्यस्य लोपः, नम् योगः उट् नमुट् इति आगमः भवति. अतः नमुडागमः सन्धिः इति नाम. स्पष्टमस्ति. एतत् सर्वं वयं परिशीलितवन्तः एव. अग्रिम उदाहरणं वदतु कृपया भगिनि. तिर्यङ् योगः रिक्तस्थानः तिर्यङ्त्रः तिर्यङ्त्र तथा नास्ति. सम्यक्तया वदतु यत् किमपि लिखितमस्ति. तिर्यङ् अत्र तिर्यङ्त्र तिर्यङ्त्र तिर्यङ्त्र तिर्यङ् योगः अत्र द्वितीयङ्कारे दण्डः नास्ति खलु. अस्तु तिर्यङ् योगः अत्र तिर्यङ्त्र तिर्यङ्त्र तिर्यङ्त्र तिर्यङ्त्र. अस्तु महोदय. अत्र किं भवति? अत्र नकारः तु उच्चारणार्थ निमित्तत्रयं वदतु शीघ्रमेव. निमित्तत्रयं किं? निमित्त तु नकारस्य स्थाने नकारः आयाति. कस्यचिदपि स्थाने न भवति अत्र. आदेशः भवति. आगमः भवति. तत्तु अत्र तु तिष्ठति. अकार अच् वर्णः तु तिष्ठति. हा हा अस्तु समीचीनमस्ति. अग्रे अजय महोदय द्वितीयं करोतु. द्वितीयं अत्र पदमस्ति रिक्तस्थानं योगरिक्तस्थानं विषीदन्निदम्. अहं चिन्तयामि विषीदन् योगः इदं विषीदन् नकारः गमः तत्पूर्वं ह्रस्वस्वरः अकारः अस्ति, तत् परतः गमः परतः अचि अस्ति, इकारः अचि अस्ति इति न अच् अस्ति, अच् अस्ति. गमो ह्रस्वादचि गमुं नित्यम् इति सूत्रेण गमुं गमुत् आगमः भवति. गमुत् यथा संख्यमनुदेशः समानम् इति सूत्रेण नकारः आगमः. विषीदन्निदम् इति भवति. हा, बहु समीचीनमस्ति. अस्तु, अग्रे सहदेव महोदय वदति वा अग्रे. महोदय, रिक्तस्थाने योगः एव इति सर्वस्मिन्नेव. चिन्तयामि सर्वन् योगः सर्वस्मिन् योगः एव सत्यं. नकारः पदान्ते एव अच् अस्ति, नकारः आगमः. हा सत्यं सत्यं, नकारात् पूर्वं कः वर्णः अस्ति सर्वस्मिन् इति शब्दे? नकारात् पूर्वं कः वर्णः? नियमो रस्वाद् न सर्वस्मिन् इति शब्दः अस्ति, सर्वस्मिन् योगः एव इति भवान् उक्तवान् खलु, सर्वस्मिन् योगः एव. अत्र सर्वस्मिन् इति शब्दे नकारः अस्ति, अन्तिमवर्णः नकारः खलु. आम्, नकारात् पूर्वं कः वर्णः अस्ति? ह्रस्व ह्रस्व अकारः ह्रस्व कः वर्णः? नकारात् पूर्वं न अवगच्छति वा? सर्वस्मिन् इत्यस्मिन् नकारात् पूर्वं कः वर्णः अस्ति? पद्मा भगिनी वदतु. ह्रस्वसकारम् अस्ति. ह्रस्व सकारः अस्ति वा? सर्वस्मिन् इति शब्दे नकारात् पूर्वं कः वर्णः अस्ति? एकनिमेषः, सरला भगिनी वदतु. इकारः अत्र भ्रमः न स्यात्, यतोहि तत्र देवनागरीलिप्यां तत्र एवम् अस्ति खलु, लिपि शब्दः तत्र लिपौ इति प्रायः स्यात् अस्ति. तत्र म इति दृश्यते खलु सर्वस्मिन् इति, किन्तु नकारात् पूर्वं मकारः इति नास्ति. अत्र भ्रमः न स्यात् खलु, न कस्यचिदपि भ्रमः स्यात्. अत्र सर्वस्मिन् इत्यस्मिन् स अ रेफः वकारः अकारः सकारः मकारः इकारः नकारः, मकारस्य अनन्तरम् इकारः अस्ति सर्वस्मिन् इति. तत्र सहदेव महोदय अवगच्छति वा? यद्यपि तथा दृश्यते. डोण्ट् गो बै हौ द वर्ड् लुक्स्, यु केन् लुक् एट् द पेज्. सर्वस्मिन् मिन् मिन् मकारस्य अनन्तरम् इकारः सर्वस्मिन् इकारः अस्ति नकारात् पूर्वम्. अस्तु अस्तु अग्रे गच्छेम तर्हि. अधुना पद्मा भगिनी अग्रे वदतु. आम् उदङ् योगः इह उदङ्गिह अत्र डमो ह्रस्वादचि डमुन् नित्यं सूत्रं कार्यं करोति. उदङ् पदस्य अन्ते डम् प्रत्याहारः अस्ति. डम् प्रत्याहारस्य पूर्वे ह्रस्व स्वरम् अस्ति. ह्रस्वस्वरः ह्रस्वस्वरम् अस्ति. ह्रस्वस्वरः अस्ति. परपदम् इह अच् अच् प्रत्याहारे अस्ति इकार. डमो ह्रत्वादचि डमुन् नित्यं सूत्रेण दकारः आगमो भवति. उदङ्गिह इकारः तथैव अस्ति. उदङ्गिह पदमस्ति. अस्तु समीचीनमस्ति. अत्र केवलम् उच्चारणार्थं वदामि यत् त्रयः पृथक् वर्णाः सन्ति. तत्र कवर्गे कख ग इति तृतीयसदस्यः अस्ति. ग कख ग घ न न तत्र तृतीयवर्णः अस्ति गकारः. स च गकारः भिन्नः अस्ति. पञ्चमवर्णः अस्ति ङकारः. अनन्तरं तालव्यवर्णस्य पञ्चमः अस्ति ञ. तत्र यकारः भिन्नः अस्ति, गकारः भिन्नः अस्ति, ङकारः भिन्नः अस्ति. ङ यथा आङ्ग्लभाषायाम् एतादृशध्वनिः अस्ति खलु, यथा गोयिङ्ग् जि ओ ऐ एन् जि एन् जि गोयिङ्ग् गोयिङ्ग् ङ गोयिङ्ग् तत्र पदान्ते ङ अस्ति. गोयिङ्ग् सर्वे वक्तुं शक्नुवन्ति. अत्र न किमपि काठिन्यमस्ति. ङकारः ङ ङ ङ तत्र अभ्यासः करणीयः अस्ति सर्वेषाम्. ङकारः न ञकारः न वा गकारः. यथा जि ओ ऐ एन् जि इति गोयिङ्ग् डूयिङ्ग् तत्र एन् जि अन्ते यत् अस्ति आङ्ग्लभाषया सर्वे वक्तुं शक्नुवन्ति. अत्र न किमपि काठिन्यमस्ति. ङकारः ङ ङ ङ. अस्तु अग्रे गच्छेम, किञ्चित् समयः अस्ति. सरला भगिनी अग्रे अग्रे अस्ति. अनिच्छन्नपि अनिच्छन् योग अपि भवति. अनिच्छन् तत्र नकार अन्ते अस्ति, तस्य ङं प्रत्याहारे आगच्छति. अकार पूर्वं ह्रस्व अकार अस्ति, अपि अच् प्रत्याहारे अस्ति परत. इतः नमो ह्रस्वादति नमो नित्यं सूत्रेण अनिच्छन् अपि निष्पन्नं भवति. समीचीनमस्ति. अखिला भगिनी अग्रे. अपरस्मिन् औषधे इति पदं, तर्हि तस्य अपरस्मिन् योगः औषधे इति. तत्र पदान्ते नकारः अस्ति, नकारस्य पूर्वं ह्रस्वैकारः, अपि च नकारस्य अनन्तरम् औ इति अच्वर्णः. तर्हि अपरस्मिन् औषधे इति नुमागमः भवति. बहु समीचीनमस्ति. इदानीम् अस्माकं नैपुण्यं जातम् इति भाति. अग्रे कस्यचित् ध्वनिः अस्ति तत्र म्यूट् कुर्वन्तु गृहे यत्किमपि अस्ति. सुब्रह्मण्यमहोदय अग्रे कृपया. पदमस्ति इदानीं धारयन्नचलम्. अत्र धारयन् योगः अचलं. धारयन् पदमस्ति, तस्य अन्तिमवर्णः अस्ति नकारः. तस्मात् पूर्वं अकारः अस्ति, अनन्तरम् अपि अकारः अस्ति, अतः ङमो ङमो ह्रस्वादचि ङमुट् नित्यम् इत्यस्य प्रसक्तिः, अतः अचलमित्यस्मात् पूर्वम् अकारस्य पूर्वं नकारः आगमः भवति, धारयन्नचलमिति रूपं निष्पन्नम्. हा सुन्दरम्. अस्तु राजेन्द्रमहोदय अग्रे. आं महोदय. रुदन् योग आयातः अस्ति स्थाने, अत्र अपि दन्ति नकारः अस्ति, रुदन् रुदन् पदं यथा अस्ति तत् दन्ति नकारः अस्ति, तत्पूर्वं ह्रस्व अकारः अस्ति, अनन्तरम् अस्ति आयातः आयातः, तदनन्तरम् अच्वर्णः आगच्छति अस्ति, तत्कारणात् तत् दन्ति नकारः आगमः भवति, तत् रुदन्नायातः निष्पन्नं भवति. सूत्रम् अस्ति नमो ह्रस्वाचि नमुन् नित्यम्. हा हा बहु समीचीनमस्ति. सर्वे अवगतवन्तः इति अहं मन्ये. यत्र शत्र प्रत्ययान्तं रूपमस्ति तत्र बहुत्र अस्माकम् अभ्यासस्य अवसरः भवति, यथा कुर्वन्नस्मि, गच्छन्नस्मि, चिन्तयन्नस्मि, तत्र सर्वत्र तादृशमस्ति. अपरेषु स्थलेषु अपि भवति. अतः नाम लोके अस्य अवसरः अस्ति, अतः सर्वे चिन्तयन्तु गृहपात्ररूपेण रूपद्वयं, यत् तत्र शास्त्रीयरूपे तत्र भगवद्गीतायाम् इति न, तत्र लोके सम्भाषणावसरे कुत्र कुत्र भवितुमर्हति इति रूपद्वयमिति कल्पयन्तु. अनन्तरम् इतः अग्रे सरेम अग्रिमे सप्ताहे. समीचीनं, सर्वे अवगतवन्तः इति अहं मन्ये. तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः.